नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र इड्व्यवस्था इति अभ्यासे अन्तिमे केचन एव धातवः अवशिष्टाः, तत् समाप्य वयं लुप् लकारं प्रति गच्छामः। तत्र बट् इति नै इति धातुपर्यन्तं कृतवन्तः, अन्तिमात् उपरि उपदा नै इति आसीत्, तस्य बट् इति आरभ्य अद्य कुर्मः। महोदय, भवान् करोति वा? बट् इति धातु अस्ति खलु, अस्ति मन् तस्मिन्नेव पङ्क्तौ वट् इति अस्ति, नै वट् नै पर्यन्तं कृतवन्तः। एकनिमिष, नै वन् तत्र मन् जै रम् चष तथा वा? ततः सल् सप् नै वट् वट् वटिता, तत्र टकारस्य टकारान्त सर्वे श्वेतः वटिता, वटितुं, वटितव्यं, वटिष्यति, अवटिष्यत् इति भवति। धे इति अत्र एजन्तदातु अस्ति, तत्र तर्हि धा इति भवति, तर्हि तत्र एतत् अनिट् अस्ति इति कृत्वा ध्याता, ध्यातुं, ध्यातव्यं, क्षम्यतां धाता खलु, क्षम्यतां धे इति खलु, धेट् वा, धाता, धातुं, धातव्यं, अग्रे धास्यति, क्षम्यतां धास्यति, धास्यति, अधास्यत् इति भवति। डीङ् इति डीङ् इति तत्र एतत् सेट् अस्ति, सेट् अस्ति डीङ् इति, अतः डयिता, डयितुं, डयिता, डयितुं, डी खलु डे, डै, अस्तु डयिता, डयिता, डयितुं, डयितव्यं, डयिष्यति, अडयिष्यत्, अडयिष्यत् इति भवति। आत्मनेपदी खलु, डयते इत्येव एक एव खलु, अत्र सेट् एव खलु, सेट् एव, सेट् एव, परन्तु आत्मनेपदी धातुः अस्ति। आमामामां नित् अस्ति इति कृत्वा सत्यं सत्यं सत्यं लट् अस्ति, सवर्गः अस्ति, अतः लटिता, लटितुं, लटितव्यं, लटिष्यति, अलटिष्यति इति भवति। पल् फल् अपि, फल् अपि सेट् फलिता, फलि फलितं, फल् फल् इति तत्र टु बिकम् वे ग्रे वा, फलति, फलिता फल् इति कत्यर्थकः, फलति इति भवति खलु, अस्तु फल फल फलिता, फलितुं, फलितव्यम्, अफलिष्यत् इति भवति। नट् तत्रापि तदपि टवर्ग अस्ति, नटिता, नटितुं, नटितव्यं, नटिष्यति, अनटिष्यति इति भवति। बट् प्रायः अरुणा भगिनी, अरुणा भगिनी नट् दातु भगिनी, नट् अभवत् अत् अग्रिम अन्तिमपङ्क्ति, अत् अत् अत् अपि सेट् अस्ति, अतित, अतितुम्, अतितव्यम्, अतिष्यति, अतिष्यत् क्रुद्ध, क्रुद्धति अनिट् अस्ति, क्रोध, क्रोद्धव्यं, क्रोतुं, क्रोत्स्यति, अक्रोत्स्यत्, वेदातु सर्वे ये जन्ता भवति, व्याता, व्यातुं, व्यातव्यं, व्यात्स्यति, अवास्यत्, खै अपि सेट् एव, क्षयति, क्षयति, क्षयतव्यं, क्षयितुं, क्षयिष्यति, अक्षयिष्यत्, तत् अपि सेट् अस्ति, सटिता, सटितुं, सटितव्यं, सटिष्यति, असटिष्यत्, पठिता पठितुं पठितव्यं पठिष्यति अपठिष्यत् सटिता पठिता अस्तु मल् पर्यन्तं करोतु भगिनि अनन्तरं उषा भगिनी मल् अति लकारं ददाति वा सर्वे चेतः मलिता मलितुं मलितव्यं मलिष्यति अमलिष्यत् आत्मनेपदि भगिनि मल् धातु मल मल् धारणे टु वेर् आत्मनेपदि सत्यं सत्यं मलिष्यते अमलिष्यत सत्यं सत्यं धारणे मल धारणे धारणे सत्यं सत्यं सन्नपि करोतु भगिनि किं भगिनि खन् खन् अग्रिमदातु खन् खन् तदपि सेट् एव मन् यं रम् एव खन् उभयपदि कनिता कनितुं कनितव्यं कनिष्यति अकनिष्यत् अकनिष्यते अकनिष्यत सत्यं कनिता अवधारणे खना अवधारणे इति आम् धन्यवादः भगिनि उषा भगिनी राध् भगिनि नमस्कारः भगिनि राध् राध् धातु राद् इति धातु अनिट् इति अस्ति राधा राद्धुं राद्धव्यं राद्धव्यम् एव ओके राद्धव्यं राच्छ्यति अराच्छ्यत् सम्यक् मै सेट् इति सेट् इति मन्ये यकार खलु यकार वकार एव्रिथिङ्ग् सेट् ओके मयिता मयितुं मयितव्यं मयित्स्यति अमयित्स्यत् मयिष्यते मयिष्यते आमाम् इकार अस्ति मयिष्यते ओके आत्मनेपथ्ये मयिष् पै आकार बिकम् साकार अते च उपदेशे अशिति यस् अनिट् अनिट् धातु धातु पै पै पै पा ओके पा पाता पातुं पातव्यं पास्यति अपास्यत् अग्रे तप् अस्ति तप् पकारान्त पकारा हलन्त सेट् नो अनिट् इति दत्तम् ओके तप् प्रथमधातु एव ओके तप् तप्ता तप्तुं तप्तव्यं तप्स्यति भुवादौ तप्स्यते दिवादौ अतप्स्यत् अतप्स्यत ओके आत्मनेपथ्ये अपि अस्ति दिवादौ पर्यते भुवादौ परस्मैपदि द्विवादौ आत्मनेपदि द्वयमपि तपा सन्तापे इति दाति धै दै तदपि आदे च उपदेशः अशीति दै इति धा इति भवति धा इति अस्ति चेत् दाता दातुं दातव्यं दास्यति अदास्यत् अग्रे हट् सेट् धातु सेट् धातु हट् हटिता हटितुं हटितव्यं हटिष्यति अहटिष्यत् हटिष्यत् अनन्तरं विश् अस्ति शकार पदं भगिनि परस्मैपदी दृश्यते खलु एकनिमिषम् इदानीमेव हट् हट् इति परस्मैपदी एव भगिनि टु ग्लो टु शैन् दीप्तौ हठादीप्तौ इदानीं किं धातुः कः अग्रिमं विश् विश् शकार शकारान्तदातु शकारा विश् त्विश् अस्ति ओ विश् अस्ति ओ अनि धातोः कृते अस्ति वेष्ट ओ वेष्ट वेष्ट या वेष्टि वि वर् टाकिङ्ग् अबौट् वेष्टि वेष्टा वेष्टा वेष्टुं वेष्टव्यम् ओके शकार टकार वेक्ष्यति वेक्ष्यति ओ शकार षडोकः वेक्ष्यति वेक्ष्यते अवेक्ष्यत् अवेक्ष्यत आत्मनेपथ्या धातु किं भगिनि द्रै इति ध्रा इति भवति ध्रा ध्राता द्रातुं द्रातव्यं द्रास्यति अद्रास्यत् सम्यक् द्रै स्वप्ने इति धातुः निद्रा प्रायः इति उपसर्ग इव निद्रा इति भिन्नम् अस्ति द्रै इति निद्राति इति धातु एव अस्ति खलु निद्रा इति एकः धातुः अस्ति वा द्रै एव निद्राति इति अस्ति सदा उपसर्ग किमर्थम् इत्युक्ते निद्रा इति धातुः एव न आगच्छति अतः द्रै धातुतः एव प्रायः निद्रा इति पश्यामः अत्रैव उपसर्गयोजनेन अपि अस्ति खलु उपसर्गसन्धिकार्थः इति पश्यामि निश्चयेन सर्वेषु भूतानां सर्वानां भूतानां कृते निद्रा इस् इम्पार्टेण्ट् नास्ति तत् निद् इति कुत्सायाम् इति अस्ति तत्र उणादिप्रत्ययेन निद्रा इति भवति इति ओ एवं निधि कुत्सायां निन्द निन्देर् न लोपश्च इति उणादिपत्येन इति रक् न लोपश्च निद्रा नियोगः द्रा इति अस्ति अस्ति तत्र निद्रा इति द्रा भावे गै प्रत्यय आ इति प्रत्ययः भवति द्रा इति अस्ति शयने स्वप्ने अनेन भवति निद्रा अनेन भवति द्रै इति अपि अस्ति तदपि दृश्यते आम् द्रायति निद्रा और् द्रै द्रै सम्यक् अस्तु अनेन अस्माकम् इडुव्यवस्था अभ्यासः समाप्तः वेरि आप् दातु भगिनी टु एण्ड् इतोपि एकः अस्ति चेत् निद्रा भवेत् सत्यम् अहमपि तत्र ध्वनिमुद्रणानि आरोपितवती अस्मिन् सप्ताहे सर्वाणि ध्वनिमुद्रणानि आरोपितवती ऐ थिङ्क् तत्र दशाधिकवर्गाः वयं इडुव्यवस्था इत्यस्मिन् विषये यापितवन्तः परन्तु यङ्ग् लुगन्तस्य अपेक्षया न्यूनमेव तदेव अधिकाः अधिकवर्गाः आसन् अतः इदानीम् अस्माकम् अग्रिमविषयः अस्ति लुट् लकारः इति 16 करपत्रम् पठामः तदेव महोदय भवानेव आरम्भं करोति वा श्रूयते खलु ध्वनि श्रूयते खलु एकनिमिष अनद्यतनकालः गतरात्रेः अन्तिमपहरात् आगम्य किमस्ति आगम्यमानरात्रेः प्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते गतरात्रेः अन्तिमप्रहरात् आगम्यान् आगम्यमान आगम्यमान शाणच् कर्मणि शाणच् आगम्यमान आगम्यमाने आगम्यमानरात्रि आगम्यमानरात्रिः आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते. अस्तु, न विद्यते अद्यतनं यस्मिन् अनद्यतनं, न विद्यते अद्यतनं यस्मिन् अनद्यतनम्. अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्लकारः भविदीयते. यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता. यदा अद्यतनकालश्च अनद्यतनकालश्च इति अविधिद्वयं विवक्षायाम् विवक्षायाम् अन्तर्भूतं तदा लृट्लकारः उपयुज्यते. अद्य वा श्वः वा देवदत्तः करिष्यति, अद्य वा श्वः वा देवदत्तः खादिष्यति इति. अस्तु, तत्र अग्रे पठित्वा वदामि. एकस्मिन् स्थितौ अष्टौ प्रहराः वर्तन्ते. एषु चत्वारः प्रहराः दिनस्य चत्वारः च रात्रेः. प्रथमप्रहरः आरभ्यते सूर्योदयसमये. तर्हि षड्वादने प्रहरस्य आरम्भः इति चेत् प्रातःकालस्य षड्वादनात् सायङ्कालपर्यन्तं दिनस्य प्रहराः. उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः. गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम्. आम्, सत्यम्. आगामनि रात्रे प्रथमप्रहरः इत्युक्ते सायङ्काल षड्वादनस्य नववादनपर्यन्तम्. अतः अद्यतनकालः इत्यस्मिन् आहत्य षट् प्रहराः सन्ति. रात्रिवेलायः त्रिवादनात् आरभ्य आगामनि रात्रेः नववादनपर्यन्तम्. अस्तु, षट् प्रहराः इत्युक्ते अस्तु अद्यतनकाले षट् प्रहराः. अस्तु, गतरात्रेः इति अत्र गतरात्रे अन्तिमप्रहरात् इत्युक्ते अन्तिमप्रहर इत्युक्ते 3 to 6 मार्निङ्ग् अन्तिमप्रहरात् आगामिरात्रेः प्रथमप्रहरपर्यन्तम् इत्युक्ते 6 to 9 रात्रौ त्रिवादनात् आरभ्य नववादनपर्यन्तम् 9 PM इति खलु, 9 PM वा? आमां 9 PM प्रथम अन्तिमप्रहर गतरात्रेः इत्युक्ते 3 to 6 भवति. अपि च आगामी रात्रेः प्रहरः इत्युक्ते 6 to 9. तर्हि तत्र 3 to 9 प्रातः त्रिवादनात् आरभ्य नववादनपर्यन्तम् अद्यतन इत्युक्ते अद्य इदानीम् अद्यतन अस्ति, इदानीं सार्ध अष्टवादन अस्ति, अद्यतनकालः अस्ति. तर्हि न विद्यते अत्र बहुव्रीहि इति, न विद्यते अद्यतनं यस्मिन् इति अनद्यतन इति अस्ति. तत्र यदा अनद्यतन भवति तर्हि तदा लुट्लकारः विधीयते, लुट्लकारः भवति. यथा श्वः देवदत्तः कर्ता, श्वः भोक्ता, देवदत्तः भोक्ता इत्यादि प्रयोगः. परन्तु यत्र व्यामिश्रणं भवति अद्य वा श्वः वा इति लट्लकारस्य अथवा लट्लकारस्य अपि च अद्य अथवा श्वः इति भवति तदा लृट् एव भवति इति, लृट् एव भवति इति वा इति दत्तं. यत्र निश्चयः नास्ति तत्र लृट् एव, केवलम् अद्यतनकालस्य इति न, यत्र वयं तत्र समयस्य निर्धारणं वा तत्र नास्ति चेत् तत्र लृट् एव भवति. अद्य वा श्वः वा इत्युक्ते करिष्यति, परन्तु श्वः वर्गः न भविता इत्येव भवति. श्वः विषये वयं निश्चयम् अस्ति चेत् तदद्यतन नास्ति खलु. अथवा अद्य रात्रौ दशवादने इति अस्ति चेदपि लुट् एव. तर्हि तत्र अद्य अहं एकवादने मध्याह्ने एकवादने भोजनं कृतवान् इति अस्ति, तत्र लुङ्लकारस्य प्रयोगः न भवितुमर्हति वा? लुङ्लकारः न भवति वा? न भवति. लट्लकारेव करणीयः, लट्लकारेव करणीयं वा, अथवा लुङ्लकार इति तादृश अस्ति वा? नृत्य इति न खलु, इदानीं तु अभवत् खलु, लङ् लङ् अपि न भवति. तत्र वयं लुङ् प्रायः उपयोगं कुर्मः खलु. इतोपि एकः लुङ्लकार करणीयम् इति नियमः, परन्तु नियमः, परन्तु तत्र प्रचुरतया रामायणे अस्ति, तत्र लुङ्लकार लङ्लकार लुङ् अधिकप्रयोगः दृश्यते. आम्, अतः लङ्लकार कर्तुं शक्यते इति सत्यं. यद्यपि यथा लुट् लकारः अस्ति तदेव लुङ्लकारः न इति तादृशं न प्रायः न. अतः तत्र यत्र समयस्य निश्चयं नास्ति तत्र लृट् लकारस्य प्रयोगः भवति. यदा वयं तत्र अद्य 9 to 3 खलु, 9 PM to 3 AM इति अस्ति चेत् अनद्यतन, तत्र वयं लुट् लकारस्य प्रयोगः कुर्मः. अतः यदा वयं श्वः वर्गः न भविता इत्युक्ते तदपि 3 AM अनन्तरमेव भवति खलु, तदा सा कथं साधु न भविष्यति खलु. सर्वदा वयं तत्र अस्तु श्वः श्वः इति तत्र 8:15 तत्र 3 to 9 टुमारो, सो तर्हि नववादनपर्यन्तम् अस्ति चेत् वयं वक्तुं पर्यन्तमस्ति चेत् वयं वक्तुं शक्नुमः. नववादन अनन्तरम् इति चेत् न नववादनपर्यन्तम् अद्यतनकालः खलु, लुट् तु अनद्यतनकाले खलु, अनद्यतनभविष्यत्काल श्वः श्वः खलु, श्वः इदानीं श्वः सपाद अष्टवादने वर्गः अस्ति इति वर्गः भविता इति वक्तव्यं वा भविष्यति इति वक्तव्यम् इति प्रश्नः खलु, इति प्रश्नः. यु एस् टैमिङ्ग् इट् विल् वर्क् भगिनि. न सामान्यतया अहं चिन्तयन्ती अस्मि तत्र महोदय वर्गः न भविता इत्येव खलु, श्वः वर्गः न भविता इत्येव मैल् आगच्छति. 3 AM to 9 PM इति अद्यतनकालः अस्तु, अद्यतनकाले मार्निङ्ग् टुडेस् मार्निङ्ग् टु इविनिङ्ग् 9 o'clock 3 AM to 9 PM अद्यतन परन्तु अद्यतनकालस्य विषये लुट् प्रयोगः नास्ति खलु, न तत्र अद्यतन न विद्यते खलु, टुमारो 8:30 टुमारो 9 PM खलु महोदय, 9 AM नास्ति खलु, 9 PM एव दृष्टवन्तः खलु. अतः यदा अहं वदामि श्वः अष्टवादने वर्गः भविता वा भविता वा किमपि, तत् साधु वा प्रयोगः? साधु एव महोदय, साधु एव खलु. Today means today's from morning 3 o'clock, today morning 3 o'clock to now in after 9 o'clock. Iti asti, adhyatana kalu. Tomorrow 9 o'clock means adhyatana na vidyate kalu, not today's, no, tomorrow's. From where I am, from where, on the position. Today, as compared to tomorrow 8:30. सुमार 9:30 लिट् लकार भवति, अनेन अस्तु अस्तु अस्तु फ्रम् टुडे टुमारो इति चिन्तनं तत्र अस्माकं वर्गः श्वः भविता समाप्तिः भविष्यति अनन्तरं सत्यं नववादनात् अनन्तरमेव भवति खलु अतः भविष्यति आरम्भः भविता समाप्तिः भविष्यति भविष्यति इति भवति अस्तु अस्तु अस्तु अद्य वदामः चेत् भविता इति वक्तुं शक्यते परन्तु अद्यतन किमपि अस्ति चेत् वयं लुट् लकारस्य प्रयोगः कर्तुं न शक्यते अद्य भविष्यति इति इदानीं तत्र अद्य एकवादने इति वदामि चेत् अद्य अष्टवादने वर्गः भविष्यति इति वक्तुं शक्यते वा खलु सत्यं सत्यम् ओ इदानीम् अतः एव समीप लट् लट्लकारस्य अपि भवति खलु भवति सत्यम् अस्तु इदानीं स्पष्टं जातम् अग्रे गच्छामः अरुणा भगिनी अनद्यतने लुट् सूत्रम् ओके भगिनि अनद्यतने लुट् तृतीय अध्याये तृतीयपादे पञ्चदश सूत्र अनद्यतने लुट् अनद्यतन भविष्यत्कालार्थे धातोः लुट् लकारो भवति अनद्यतने सप्तम्यन्तं लुट् प्रथमान्तं द्वितीयमिदं सूत्रं भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः भविष्यत् शब्दस्य भविष्यति इति सप्तम्यन्तं रूपम् धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुभूतिसहितसूत्रम् अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च सूत्रमस्ति अनद्यतने लुट् इति लुट् लुट् प्रत्यविधीयते अनद्यतनभविष्यत्कालायते अद्यतन भविष्यत्कालार्थे लुट् लकारः विधीयते सहितसूत्र अनुवृत्तिसहितसूत्रं वदति अनद्यतने भविष्यति धातोः लुट् विधीयते प्रत्ययपरश्च इति परिदेवने स्वस्थनि भविष्यद्यत्ते वार्तिकमस्ति परिदेवने स्वस्थनि भविष्यत्तत्ते वक्तव्यं वदति दुःखार्थे लुट्लकारः अद्यतनकाले अपि भवति इयं तु तदा गन्धा य एवं पादौ निर्धयति एषा तदा समिष्यति या अनया रीत्या गच्छन्ती अस्ति अयं नु कदा अध्येता या एवम् अन्नभियुक्तः आयकः अनावगतं भगिनि परिदेवने स्वस्थानि दुःखार्थे लुट्लकार अद्यतनकाले अपि इयं नु कदा अनावर्तकतं भगिनि तद् किमपि तत्र ग्रन्थात् स्वीकृतमस्ति इयं नु कदा गन्ता या एवं पादौ निदधाति एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति इति तद् यत्र आवरणे अस्ति तद् तस्य अर्थः एषा एषा कस्यचित् स्त्रीविषये वदति एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति एवं पादौ निदधाति इत्युक्ते एवं रीत्या सः कुत्रापि गच्छति कदा गमिष्यति एतादृशं गच्छति चेत् कदा कदा सः तस्य प्राप्तिः भवति इति प्रायः तत्र दुःखार्थेन सः मन्दं मन्दं गच्छति वा इति तद् प्रसङ्गः तदेव खलु परिदेवने परिदेवने यत्र तत्र प्रायः तस्याः बहु क्लष्ट कष्ट किं महोदय परिदेवने परिदेवने इति तत्र कष्टः खलु तत्र परिदेवने वेदना वेदना इति वेदना इति तत्र कदा तत्र तस्मिन् समये तत्र सः चालितुमपि न शक्नोति तादृश प्रथमस्य तद् एतदपि अस्ति खलु एवम् अनभियुक्तः एषः कदा पठिष्यति यः एवं प्रकारेण अलसः अलसः अस्ति सः कुत्रचित् छात्रस्य विषये वदति सः कदा पठिष्यति तदपि दुःखेन एव दुःखेन इत्युक्ते तत्रापि वेदना एव कदा सः पठिष्यति अलसः अस्ति इति वेदना इति द्वयोः अर्थः तादृशं कदा अध्येता इति तत्र लुट् प्रयोगः प्रथमवाक्ये गन्ता इति लुट् प्रयोगः तर्हि अद्यतने अनद्यतने भविष्यति लुट् लकारः अद्यतने भविष्यति परिदेवने लुट् लकारः अपि भवितुमर्हति धन्यवादः अद्यतने भविष्यति अपि लुट् लकारः भवति परिदेवने परिदेवने तस्मिन् अर्थे अद्यतने अपि भवति लुट् लकारस्य प्रयोगः परन्तु श्वस्तनी एव श्वस्तनी एव खलु श्वस्तनी एव श्वस्तनी अद्यतने न तु अद्य अद्यतने इत्युक्ते तत् नैन् किम् अस्ति 3 AM टु 9 PM रूल् स्टेस् तदेव अद्यतनकालः खलु अतः अहम् एकघण्टा अनन्तरं भवति चेत् तस्य प्रयोगः कर्तुं न शक्नोमि वा 9:50 अस्ति दशवादने अस्ति किमपि अस्ति चेत् तत्र अनद्यतने लुट् लकारः भवेत् अनद्यतने भविष्यति इति अस्ति परन्तु तदा यदि तत्र तादृश अस्ति परिदेवने तत्र नास्ति तत् तत् परिदेवने तत् तर्हि तत्र लुट् लकारः भवति इति वा लुट् लकार न जानामि एकनिमिषं परिदेवने स्वस्तनी भविष्यति स्वस्तनी इति अपि अस्ति एकनिमिषं पश्यामि स्वस्तनी क्षम्यतां मम अवगमनं सम्यक् नासीत् कालः स्पष्टः नास्ति तत्र तु लुट् लकारः लृट् लकारः एव प्रयोक्तव्यः यत्र कालः स्पष्टः नास्ति अत्र कालः स्पष्टः अस्ति चेत् लुट् शुद्धभविष्यत् कालार्थं सर्वत्र लृट् प्रत्ययः विधीयते तस्य बाधकरूपेण अनेन सूत्रेण एतद् विधीयते तत्तु सत्यं दुःखार्थे लुट् लकारः तदेव अद्यतनकाले तावत् दुःखार्थे अद्यतन अद्यतने अपि भविष्यति अपि भवति इति एव परन्तु स्वस्तनी किमर्थम् उक्तं भगिनि तत्र स्वस्तनि कः अर्थः तत्र एतद् वार्तिकं न दृश्यते अस्मिन् तु नास्ति भविष्यति अर्थे लुट् लकारः भवति इति अस्ति खलु तद् तदेव खलु दुःखार्थे लुट् लकारः अद्यतनकाले इति अद्यतनकाले भविष्यते एव भवेत् खलु भविष्यत् अद्यतने भविष्यत् लकारः श्वस्तनि किमर्थं तत्र अर्थः तत्र परिदेवने श्वस्तनि भविष्यदर्थे लृट् क्रियायां सत्यां लृट् न वयं तु लुट् विषये पश्यामः खलु भविष्यत् अद्यतनार्थे यदि एवं रीत्या गमिष्यति अद्य सः प्राप्स्यति प्राप्स्य तद् गन्तव्यं स्थानं प्राप्स्यति श्वः एव इति तादृशं वा अत्र वार्तिकस्य उल्लेखनमेव रीच् द प्लेस् तत् सत्यं परन्तु अत्र अष्टाध्यायी डाट् अस्ति वार्तिकमस्ति भविष्यत् अद्यतन अपिश्च अनद्यतन खलु ओके अद्यतन अपिश्च अपि च अनद्यतन द्वयमपि भविष्यत् कालः एव so that's oh, for illiterate places are seen in such a way who such a slow walker iyam tu kada ganta kimartam ityukte tatra nidadati iti lat lati asti ganta itieva tatra bhavishyat kala arthe asti अतः तत्र तादृशमेव दत्तमस्ति ओ वेन् विल् शि गो हू प्लेसस् अर् फीट् इन् सच् अ वे हू इस् सच् अ स्लो वाकर् तत्र दुःखार्थे इति न दत्तं फस्ट् फ्यूचर् इस् एम्प्लाय्ड् द फोर्स् आफ् सेकेण्ड् फ्यूचर् वेन् सारो इस् एक्स्प्रेस् सारो परिदेवने अयं तु कदा अध्येत तत्रापि वेन् विल् ई लर्न् हू इस् सो अटेण्टिव् ऐ एम् इन् अटेण्टिव् इस् इति तत्रापि किं वर्तमानकालः अस्ति वर्तमानकाले एव अस्ति सत्यं परिदेवने श्वस्तनि भविष्यदर्थे व्यक्तव्या इति अस्ति काशिकायाम् अस्ति परिदेवने इत्यादि भविष्यद् अनिद्यतन लुङ् उक्तौ भविष्यत् सामान्ये न प्राप्नोति इष्यते च एतदर्थम् इदम् उच्यते परिदेवनम् अनुशोचनम् आस्तनि इति तत्र श्वस्तनि भविष्यदर्थे इत्युक्ते लुट् इति एव इति खलु आम् लुट् इयम् अन्य इयम् अन्य आचार्यसंज्ञा लुप् इति आस्तनि इति परिदेवने इत्यादि भविष्यद् अनद्यतने लुङ् उक्तौ भविष्यत् सामान्ये न प्राप्नोति इष्यते च एतदर्थम् इदम् उच्यते परिदेवनम् अनुशोचनम् आस्तनि इति लुट् इति अन्य इति इयम् अन्य आचार्यसंज्ञा वक्तव्या इति व्याख्येया तावदेव दत्तमस्ति तर्हि अत्र आम् परिदेवने अर्थे परिदेवने तत्र लुट् लकारः भवति चक्तनि भविष्यति इत्युक्ते लुट् इति अर्थः वा लुट्टे लुट् इति वा श्वस्तनि इति श्वस्तनि इति लुट् इति पूर्वाचार्यसंज्ञा लुट् इति संज्ञा पाणिनिना न कृतम् अतः श्वस्तनि अर्थे परिदेवने तत्र लुट् इति संज्ञा भवति पूर्वाचार्यसंज्ञा भविष्यदर्थे इति तत्र पदमञ्जर्यां किञ्चित् विवरणं सम्यक् अस्ति अनद्यतन इति बहुव्रीहिनिर्देशः इति परिदेवने इति परिदेवनम् अनुशोचनं श्वस्तनि श्वस्तन इति तावदेव लुट्टः पूर्वाचार्यसंज्ञा तत् श्वस्तनि इत्युक्ते लुट्टः इति पूर्वाचार्येण संज्ञा कृता भविष्यन् इत्यर्थ इति इदानीं किञ्चित् सम्यक् अस्ति भविष्यत् सामान्य इति तस्य अर्थः भविष्यन्ति लृटः संज्ञा तस्य अर्थे भविष्यत् सामान्य इति अर्थः एतत्तु श्रुतौ श्वस्तना इति इत्यत्र अर्थे भवति. तत्र वयं लृट् प्रयोगः एव अधिकं कृतवन्तः खलु, अतः किञ्चित् भ्रमः एव भवति. स्वस्तनी भविष्यदर्थे परिदेवने इति भविष्यदर्थे इत्यपि अस्ति खलु अत्र. भविष्यदर्थे एव भवति खलु, कदा कदा गमिष्यति, कदा गच्छति इति गमिष्यति इत्येव भवति, कदा गमिष्यति. भविष्यदर्थ इति वा पाठः, भविष्यत् सामान्यरूप अर्थ इति अर्थः. भविष्यदर्थ इत्युक्ते भविष्यत् सामान्यरूप अर्थः इति अर्थः. भविष्यन्ति लृटः संज्ञा, तस्य अर्थे भविष्यत् सामान्ये यै इति अर्थः. तस्य अर्थे एतदागच्छति भविष्यत् सामान्य. श्वः इति नास्ति, सामान्य कदापि तत्र कदा गन्ता इति, कदा गमिष्यति, कदा इयन्नु कदा गमिष्यति इति, यं कदा गन्ता इति भवति. अतः एषः कदा गमिष्यति, कदा अध्येत. तस्य स्थाने एतदागच्छति. परिदेवने अर्थे अस्ति चेत् लृटः स्थाने लुप्त आगच्छति इति. परन्तु परिदेवने लुट् भवति इति. सत्यं सत्यं सामान्ये भविष्यति. सत्यम् अस्तु अस्तु. उषा भगिनी, लुटः व्यवहारः कुत्र? भगिनी निददाति इति, नि ददाति तो द्वित्वम् अपि च अल्पप्राणः सापल् नि ददाति. सो जुहोत्यादिगणः वा? जुहोत्यादिगणः. भगिनी लुटः व्यवहारः कुत्र? अनद्यतने लुट् इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति भविष्यति इत्येव. भविष्यत् अनद्यतने अर्थे वर्तमानात् वर्तमान ओके भविष्यत् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. लृटः अपवादः. श्वः कर्ता, श्वः भोक्ता. अनद्यतने इति बहुव्रीहि निर्देशः. अनद्यतने बहुव्रीहि निर्देशः अनद्यतनकाले इति. तेन तेन व्यामिश्रे न भवति, तेन व्यामिश्रे न भवति. अद्य श्वः, श्वः वा भविष्यति. ओके अनद्यतने लुट् इत्यस्य दत्तं विवरणं भविष्यति इत्येव. सो अनद्यतने अद्यतन नास्ति, भविष्यति इत्येव. परन्तु कदा इति न वक् न वक्तुं शक्यते खलु भगिनि? न वक्तुं शक्यते. ओके भविष्यद् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. ओके भविष्यद् अनद्यतने. सो भविष्यत् इति अत्र लृट्. भविष्यद् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. बट् टु डिफैन् द लुट् दे हेव् यूस्ड् लृट्. ओके भविष्यत् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. लृटः अपवादः. ओके श्वः कर्ता, कर्ता लुट्. श्वः भोक्ता, तदपि लुट्. अनद्यतने इति बहुव्रीहिनिर्देशः. तेन व्यामिश्रे न भवति, तेन व्यामिश्रे न भवति. अद्य अद्य श्वो वा भविष्यति. तेन व्यामिश्रे न भवति. व्यामिश्रे तेन व्यामिश्रे सम्मिलितम् अद्य श्वः वा? ओ अद्य श्वः वा? ओके ओके व्यामिश्रे न भवति सम्मिलितम् इति अर्थः. तत्र अद्यतन तत्र मिक्स् अस्ति खलु, विद्यते अद्य विद्यते न अद्यतन न विद्यते चेत् अनद्यतन भवति अत्र अद्य वा श्व वा इति अस्ति इति कृत्वा वा इति न वक्तुं शक्यते सत्यं न विद्यमानः खलु तत्र यत्र भ्रमः अस्ति निश्चित किं महोदय न तत्र न तत्र अद्य अपि अस्ति श्वः अपि अस्ति अतः तत्र अद्य विद्यते तत्र अनद्यतने न अद्यतन इति बहुव्रीहि न वक्तुं शक्नुमः खलु तत्र अद्य श्वः इति इत्यस्मिन् तत्र तु न विद्यमानः किम् आसीत् इदानीं दृष्टवन्तः खलु तत्र अद्यतन न विद्यमान अद्यतन इति अनद्यतन न विद्यमान अद्यतन न विद्यते इति अनद्यतन अतः श्वः इति अपि यदा श्वः अपि वयं परश्वः वा श्वः इति यत्र भ्रमः अस्ति तत्र वयं लुट् इत्यस्य प्रयोगः कर्तुं न शक्नुमः सामान्यभविष्यत्कालः एव तस्य प्रयोगः तदेव लृट् श्वः वा परश्वः अपि अद्य वा श्वः वा इति लृट् श्वः वा परश्वः अपि लृट् एव खलु लृट् एव आम् न विद्यते खलु तत्रापि केवलं श्व एव अस्ति चेदेव लुट् तत् लुट् यदा वयम् इदानीं तत्र अष्टवादने वर्गः भविता इत्युक्ते तत्र लुट् तत् सायङ्कालमपि भवितुमर्हति प्रातःकाले अपि भवितुमर्हति परन्तु तत्र लुट् भवति परन्तु यत्र न विद्यते अद्यतन तत्र लृट् लकारः एव अद्यतन विद्यते अथवा अनद्यतन नास्ति तत्र भविष्यत् लृट् एव सत्यं यथा परश्वः तद् अनद्यतन नास्ति तत्र सत्यं तद् अनद्यतन नास्ति सत्यम् तत्र भविष्यति इत्येव भवति आम् सो अतः तत्र 3 to 9 3 AM टु 9 PM निश्चयः अस्ति चेत् लुट् दुःखार्थे अस्ति चेत् लुट् प्रयोक्तुं शक्यते तद् तत्र 3 to 6 इति टैम् फ्रेम् नास्ति तत्र लुट् लुट् लकारः भवति परन्तु यत्र सामान्यार्थः अस्ति तत्र लृट् एव भविष्यति लृट् भविष्यति निश्चयार्थे लुट् लुट् निश्चयम् अस्ति चेत् लुट् तदपि टैम् फ्रेम् मध्ये 3 AM to 9 PM एव लुट् श्वः आगामिनि किम् आसीत् तत्र एक श्वस्तनि भविष्यदर्थे अग्रे भगिनि अस्य अवगमनार्थं प्रथमतया अनद्यतने इति शब्दप्रसङ्गे किञ्चित् वक्तव्यम् अस्ति अनद्यतने लुट् इति सूत्रम् अनद्यतने इत्युक्ते श्वो भावि टुमारोस् ओके भविष्यत् सामान्यम् इति नास्ति केवलं श्वः कालिकभविष्यत्वम् इति भविष्यसामान्यम् इति नास्ति ओके नो श्वभावि इति भविष्यत् सामान्यमिति नास्ति केवलं श्वः कालिक भविष्यत्वम् आम् एतदेव अनद्यतनम् इति भाष्यं मतम् ओ दट्स् वाट् वी वर् सेयिङ्ग् या या निश्चय श्वः अस्ति चेत् श्वो भावि ओके ओके भविष्यत् सामान्यम् इति नास्ति केवलं श्वः कालिक भविष्यत्वम् ओके एतदेव अनद्यतने इति भाष्यं मतम् कारणं किम् इति चेत् यदि भविष्यत् सामान्यं सर्वं यदि भविष्यत् सामान्यं सर्वम् अनद्यतनशब्दे शब्देन गृह्यते तर्हि अनद्यतने इति नामकरणं किमर्थम् परहे अपि अनद्यतनेव खलु परश्वः अपि अनद्यतनं सत्यम् अद्यतनं यत्किमपि नास्ति तत्सर्वम् अनद्यतनमेव तत्सर्वम् एकमासकालानन्तरमपि अनद्यतनमेव खलु सो अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालः अपि भावी वर्तते अद्यतनकालोपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालोपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति अद्यतनकालस्य प्रतिषेधं करोति कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम् ओ अस्तु सो यत् अद्यतनभविष्यत्कालस्य समीपकालः टुमारो एव अनद्यतनकालः इति विवक्षितम् नाम अद्यतनभविष्यत् भिन्नः अद्यतनभविष्यत् सदृशः सो परश्वः अपि दट् इस् अनद्यतनभविष्यत् भिन्नः अद्यतनभविष्यत् सदृशः यथा अनश्वम् आनय यथा अनश्वम् आनय इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किम् न पक्षी न आनीयते अश्वभिन्नः अश्वसदृशः चतुष्पातः पशुविशेषः आनेतव्यः ओ दिस् इस् दट् निषेध दट् वट् इस् दट् वट् वि काल् दट् भगिनि प्रसज्यप्रतिषेध अथवा प्रसज्यप्रतिषेध अन द अदर् वन् इस् वाट् प्रसज्यप्रतिषेध अण्ड सर्वदा तत्र विस्मरणं प्रसज्यप्रतिषेध इति थट् टु द आक्षन् अण्ड् पर्युदास इस् टु द नौन् ऐ थाट् एनिवे अश्वभिन्नः अश्वसदृशः चतुष्पातः पशुविशेषः आनेतव्यः ओके यदा अनश्वम् आनय इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किं न पक्षी न आनीयते अश्वभिन्नः अश्वसदृशः चतुष्पातः पशुविशेषः आनेतव्यः एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्दे शब्देन विवक्षणीयः ओके निषेधः इत्युक्ते अद्यतनभविष्यत् भविष्यद्भिन्नत्वे सति निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत् सदृशकालः ओके ओके अनेन अनद्यतन दट् सति सप्तम् निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत् सदृशकालः अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव समीपकालः एव सो परश्वः इति भिन्नभिन्नप्रकारेण तदेव उक्तवन्तः श्वः एव इति एकवाक्येन अनुक्त्वा तत्र अद्यतन इति शब्दः अस्ति खलु अतः अद्यतन विच् इस् नियर् टु देट् अग्रिममासः इति अनद्यतन नास्ति इति एव खलु आमाम् अग्रिमवासर अपि अनद्यतन नास्ति अग्रिम बुधवासरे वर्गः भविता इति न वक्तव्यं तद्दोषाय. सो अनश्वम् आनय अत्र अद्यतन अनद्यतन दिस् आर् आल् लैक् पर्युदासः खलु भगिनि. पर्युदास एव प्रसज्य इति अस्माकं तद् आदेश उपदेशे शिति अशिति अशिति तदेव प्रसज्य प्रतिषेध. एतद् किं महोदय निषेध एव प्राधान्यम् अस्ति तत् प्रसज्य भवति खलु कार्यस्य निषेधः एव सत्यं प्रसज्य प्रतिषेध या क्रिया क्रिया कनेक्ट् सम्बन्धः अस्ति चेत् मम मनसि तदेव क्रियासम्बन्धः अस्ति चेत् प्रसज्य प्रतिषेध नामकरण नाम नामसम्बन्धः अस्ति चेत् पर्युदास अत्र अनश्वम् आनय इति अत्र पर्युदास इति यतोहि अश्वसदृश चतुष्पाद अश्व अश्वभिन्न अश्वसदृश अश्वसदृश अश्वभिन्न श्वः अद्य भवती श्वो भविता इति भाष्यकारमतम् इदानीं किञ्चित् स्पष्टमस्ति इति मन्ये. आं भगिनि अस्तु विजया भगिनी अस्ति वा श्वः स्पष्टः भविता हा श्वः स्पष्टः नववादनात् पूर्वं पुनरेकवारं वदतु भगिनि श्वः स्पष्टा श्वः स्पष्टः भविता परन्तु नववादनात् पूर्वं पूर्वं भवति चेत् भविता आसीत् खलु विजया भगिनी अस्मि महोदय अस्ति वा अस्तु पठति वा अधुना लोके अधुना लोके तु अयं नियमः लुट्लकारः स्वः एव इति तु अनुस्रियमाणः न वर्तते. मासात् परम् आगमिष्यति चेदपि कदा आगन्त इति व्यवह्रियते. एवं चिरभूतकालो अपि अनद्यतने लङ् व्यवहारः दृश्यते. यथा मासात् पूर्वं चेदपि सः पाठम् अपठत् इति प्रयुज्यते. ईदृशस्थले किं कर्तव्यमिति विचिन्त्य नागेशः वदति कालः अत्यन्तव्यतीतः चेदपि मासात्मकः कालः अतीतः चेदपि यः एव अतीतः इति अनुभूयमानम् अस्ति चेत् लङ्लकारे लङ्लकारं प्रयोक्तुं शक्यते. कथमिति चेत् मासे अतीतः अपि शो किमस्ति अत्र आरोपणीयं ह्यः भूतत्वम् आरोपणीयम्. एवमेव अतीतसंवत्सरस्य अतीतं संवत्सरस्य काले केवलं ह्य भूतत्वम् आरोपणीयम्. अत्र लोके किं वदति चेत् नियमः लुट्लकारः भविता इति प्रसिद्धमस्ति भविता भवितारो भवितारः इति एतत् लुट्लकारः श्वः एव इति न अनुस्रियमाणः इति न भवति. मासात् परम् आगमिष्यति चेदपि कदा आगन्त इति वक्तुं शक्यते एव व्यवह्रियते एतत् विषये आगन्त कदा आगन्त इति. एवं चिरभूतकालो अपि अनद्यतन लङ् न अद्यतन अनद्यतन लङ् व्यवहारः दृश्यते. यथा मासात् पूर्वं चेदपि गतमासे इति चेदपि सः पाठम् अपठत् इति एव भवति लङ्लकार प्रयुज्यते. ईदृशस्थले किं कर्तव्यमिति विचिन्त्य नागेशः इति अत्र व्याकरण पण्डितः किम् उक्तवान् चेत् कालः अत्यन्तव्यतीतः चेदपि कालः व्यतीतः यस्तनवर् यस्तन गत इति प्रयोगं कुर्मः चेदपि मासात्मकः कालः अतीतः चेदपि य एव अतीतः इति अनुभूयमानम् अस्ति चेत् लङ्लकार प्रयोक्तुं शक्यते गत इति गतमासे गतवर्षे एतदपि अत्र अतीतसंवत्सरस्य काले अपि ह्यभूतत्वम् एव आरोपणीयं लङ्लकारप्रयुज्य एव अत्र आरोपणीयम् अग्रे एकमासम् अग्रे आगच्छति चेत् तत् स्थाने एव कदा आगन्ता इति लुट्लकारप्रयोगमस्ति परन्तु संवत्सरं गतः मासं गतः इति प्रयोगे लङ्लकारप्रयोगमेव समीचीनमिति नागेशमतस्य उपायः परिभाषेन्दु शेखरः नागेशः तस्य तादृशं समाधानं कृतवान् तत्रापि वयं लुप्त अनद्यतनं नास्ति चेदपि तत्र अग्रिममासे अस्ति चेदपि तस्य प्रयोगः कर्तुं शक्यते इति यदा लङ्लकारविषये अत्र तादृशी व्यवस्था कृतवान् अग्रे अपि पठतु भगिनि निदर्शने निदर्शने विद्यार्थिनः विद्यालये पठन्ति यदा विरामं गच्छन्ति तदा गृहं च गच्छन्ति गृहे उषित्वा मासानन्तरं वदन्ति अरे मासः अतीतः यः एव आगतवान् अस्मि अनेन अतीतमासात्मके काले ह्यभूतत्वं तैः अनुभूयते मासः अतीतः किन्तु यः एव आगतवान् इति अनुभवः एवम् अत्यन्त व्यतीतकालः अस्ति चेदपि नागेशः एतादृशः व्यवहारः असाधुः न इति उक्तवान् चिर अतीतः अपि ह्योतीतत्वं ह्योतितत्वम् इत्युक्ते यस्तनव कालः इत्येव अत्र इदानीं विद्यार्थिनः विरामकालः स्वीकृत्य गृहम् आगच्छति अनन्तरम् एकमासपर्यन्तं गच्छति एव अतीतः एव परन्तु सः उक्तवान् प्रायः अत्र व्यवहारे उक्तवान् यः एव आगतवान् अस्मि इति साधारणतया वक्तुं शक्यते एव तत् विद्यार्थिनः एतत् प्रयोगं कृतवन्तः कृतवन्तः एतत् श्रुत्वा अनन्तरम् एतत् अनुभूयते किम् इति चेत् अनुभवं किम् अस्ति चेत् नागेशभट्टः एतत् दोषः नास्ति समीचीनमेव यस्तनविषये एव भवति इति सः उक्तवान् लङ्लकारविषये एव भवति इति समीचीनं वा महोदय सम्यक् एव तदेव वदति यद्यपि तत्र लङ् प्रयोगः अस्ति तदापि तत्र आरोपयितुं शक्नुमः असाधु न इति सः उक्तवान् समीचीनम् अस्तु महोदय पठति वा एवमेव अत इदानीं तत्र लुप्त विषये किं वदति सः एवमेव अत्यन्तविलम्बितभविष्यत्यपि स्वभावित्वं यथा निश्चितविवाहः यदा यदा समीपे भविष्यति तदानीं किं भवति तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन् इव भाति अतः स्वभावी अपि अतीवविलम्बितभावी इतिवत् भासते कदाचित् अनेन अत्यन्तदूरभावी अपि स्वभावी इत्यपि कदाचित् भवितुमर्हति भावनया लोके अपि ईदृशः अनुभवः व्यवहारश्च वर्तते चिरभाविन् भाविनी अपि स्वभावित्वं चिरभाविनी अपि स्वभावित्वं शास्त्रज्ञः तथापि आरोपं कृत्वा सामान्यभूतकाले लुङ्लकारः प्रयुक्तव्य सामान्यजनाः सदा लङ्लकारव्यवहारः कुर्वन्ति इति आक्षेपान् कुर्वन्ति अस्य च समाधानं नागेशेन उक्तं विशिष्टस्थितिषु इति तत्रापि यथा लङ्लकारस्य ह्यभूतत्वम् अनुभूयते तादृशचिन्तनम् अत्रापि अस्ति नागेशमध्ये तत्र यद्यपि तत्र किमस्ति अत्य विलम्बितभविष्यत्कालः इति इत्युक्ते तत् दूरे अस्ति दिना तत्र परन्तु स्वभावित्तं तस्मिन् आरोप्य तत्र लुट् लकारस्य प्रयोगः भवितुमर्हति इति अत्र दत्तमस्ति परन्तु शास्त्रज्ञा वदति किमस्ति सामान्यभूतकाले लुङ् लकारप्रयुक्तव्य सामान्यभूतः लुङ् लकारप्रयुक्तव्य सामान्यजनाः तदा लङ् लकारस्य व्यवहारं कुर्वन्ति इति आक्षेपः अस्ति परन्तु तदपि समीचीनं नास्ति यदा विशिष्टतिथिषु यदि वयं तादृशचिन्तनम् अस्ति चेत् वयं कर्तुं शक्यते इति नागेशस्य मतम् सत्यम् अस्माकं तु तत्र लुङ् वा लुट् क्षम्यतां लुङ् लुट् द्वयोः प्रयोगः एव वयं न कुर्मः खलु सर्वत्र लङ् लृट् एव प्रयोगं कुर्वन्तः आसम् खलु अतः सामान्यस्य भविष्यत्काल एव अपि लङ् लकार अपि सामान्य कुर्मः तत् सामान्य लुङ् एव स्यात् खलु परं न कुर्मः न कुर्मः तद् अस्माकं तत्र पाठ्यक्रमे अपि तद् न एव आसीत् खलु आम् तत्र न अत्र कुत्र पठितवान् आसीत् रामायणे बहवः श्लोकाः सन्ति तस्मिन् वाल्मीकिः एकस्मिन्नेव श्लोके लङ् लकार अपि च लिट् लकार लिट् लकार अपि प्रयोगः करोति द्वयमपि करोति तथा तादृशचिन्तनम् इति नावश्यकम् इति कुत् केनापि लिखितमस्ति तत्रापि अस्ति तादृशचिन्तनं लिट् करोति लुङ् करोति लङ् अपि करोति इति तादृश भेदः न कृत तेन न कृतम् इति ओ अस्तु अस्तु परन्तु सः वाल्मीकिः खलु तत्तु सत्यम् आम् शिष्टा तत्र वयं शिष्टः न अतः शिष्टप्रयोगः खलु ते जानन्ति वयं तादृशं न कर्तुं शक्यते अस्माभिः न करणीयम् तदपि अस्ति अग्रे महोदय नागेशस्य आरोपः आरोपः कथं कल्पितः इति प्रश्ने सति अन्यत् उदाहरणमस्ति स्वाप्रत्यये समानकर्तकयोः पूर्वकाले इत्यनेन स्वाप्रत्ययः समानकर्ता ययोः समानः कर्ता ययोः धात्वर्थयोः तत्र पूर्वकाले धात्वर्थे वर्तमाना धातोः स्वाप्रत्ययः भवति समानकर्तकयोः धात्वर्थयोः पूर्वकाले विद्यमानात् धातोः त्वा स्यादिति सूत्रार्थः स्नात्वा भुक्त्वा पीत्वा व्रजति भुक्त्वा व्रजति इत्युक्ते भोजनसमनन्तरम् एव व्रजति इति न नाम तत् अनन्तरीयम् अव्ययितं न सः दशमकक्षायाम् अधीत्य कक्ष्याम् अधीत्य शास्त्रिकक्ष्याम् अधीत्य आचार्यकक्ष्याम् अधीत्य उद्योगं प्राप्तवान् उच्यते चेत् अव्यवहितया सञ्ज्ञातम् इति वक्तुं न शक्यते नाम अत्यन्तं व्यवहितः कालः भवति चेदपि तद् व्यवधानम् अव्यवधानं कृत्वा स्वाप्रत्ययः साधुः इति वक्तव्यम् अतः व्यवहितः कालः अपि कदाचित् अन्यथा आरोप्यते इति सिद्धान्तः अस्तु तत्र समानकस्य पूर्वकाले त्वाप्रत्ययस्य इति चेत् साक्षात् पूर्वं भवेत् इति अस्ति वर्तमानदातो पूर्वकाले इति परन्तु तत्र व्यवहितं तत्र बहुकालात् अनन्तरमपि व्यवहितकालादपि कदाचित् तत्र त्वाप्रत्ययः भवति इति अत्र दत्तम् स्नात्वा भुक्त्वा पीत्वा व्रजति इत्युक्ते तत्र भुक्त्वा व्रजति इत्युक्ते भोजनसमनन्तरमेव व्रजति इति समानकर्तकपूर्वकाले इत्यनेन तादृश अर्थः न स्वीकरणीयं तत्र अनन्तरम् अव्यवहितं न इति साक्षात् किमस्ति अति एकस्य कार्यानन्तरं समनन्तरमेव अन्यत् कार्यं करोति तथा एव क्त्वा प्रत्यय इति तादृश नास्ति तथैव अत्रापि इति चिन्तनं खलु सत्यं समानकालः इत्युक्ते व्यवधानमेव नास्ति इति न परन्तु व्यवधानम् अपि भवितुमर्हति एकः विषयः समाप्य अग्रिमविषयः तावदेव तत्र तादृशचिन्तनमेव परन्तु तत्र कालस्य व्यवधानमस्ति भवितुमपि अर्हति न भवितुमपि अर्हति इत्येव व्यवधानम् आवश्यकम् इति न अव्यवधानम् आवश्यकम् इति न खलु व्यवधानं तु अस्ति व्यवधानमस्ति अस्तु धन्यवादः महोदय अरुणा भगिनी भक्त्वा गच्छति इत्यादिषु स्थितिषु सामान्यतया अव्यवहितया आनन्तर्यविवेचितम् आनन्तर्यविवेचितं सूत्रे न उक्तः किन्तु समानकर्तृकयोः पूर्वकाले इत्यनेन समानः कर्ता यः तौ समानकर्तृक्तौ अनेन समानकर्तृकव्यापारद्वयम् इति यदा उच्यते तदानीं तौ च समानकर्तृकौ व्यापारौ प्रत्यासत्यन्ययेन यदि चिन्तये प्रत्यासत्यन्यायेन यदि चिन्त्यते अव्यवहितौ इति लभ्यते प्रत्ययासति सति अन्यायय नाम प्रत्यासन्ने बुद्धिः अन्तरङ्ग भवति इत्युक्ते समीपवर्तिनीं पदार्थे बुद्धिः झटिति प्रवर्तते व्यापारस्य आश्रयः कर्ता इत्यनेन यदा किमपि पचति पच् धात्वर्थ व्यापार आश्रयः यदा पाकं कुर्वन् अस्ति तदानीं तस्मिन् कर्तरि गम् धात्वर्थे व्यापार आश्रयः नास्ति खलु तर्हि सः कर्तु कीदृशः भवति प्रकृत धात्वर्थे व्यापाराश्रयते आश्रयत्वं कर्तुं कर्तव्यम् इति उच्यते कर्तृत्वम् इति उच्यते अत्र वक्तव्यं यत् प्रत्ययासक्तिन्याय इत्युक्ते प्रत्यासन्ने बुद्धि अन्तरङ्गं भवति समीपवर्तिने पदार्थे बुद्धिः शीघ्रं प्रवर्तते एवञ्च समानकर्तृकौ तौ व्यापारौ इत्युक्तौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ प्रत्यासन्नौ इत्युक्ते अव्यवहितौ ओ उदाहरणार्थम् अद्य विरामः इत्युक्तं तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम् उद्युक्तः जातः तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत् अद्य विरामः इत्युक्ते अत्र अत्रत्रयः संस्थायाः वा विरामः यतः इदानीम् अस्माकं सन्निहिततया इत्येवं संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम् इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम् उद्युक्तः प्रयत्नं करोमि भगिनि अत्र भुक्त्वा वयं पश्यसामानकर्तृकयो पूर्वकाले असौ तत् विवरणमस्ति इति मन्ये भुक्त्वा गच्छति इत्यादिस्थितिषु सामान्यतया अव्यवहितया इति मन्यते भगिनि तदेव भगिनि उक्त्वा गच्छति न अत्र समयकाले गच्छति सूत्रे न उक्तं तद् न सूत्रे न उक्तं समानकर्तृकयोः पूर्वकाले इत्येन समानकर्ता यः उतौ यथा समानकर्त एव समानकर्तृकौ तत्र बहु समासः उक्तः समानकर्तृकयोः इत्युक्ते समानः कर्ता ययोः तौ इति बहुव्रीहिसमासः तस्य विग्रहः समानकर्तृक अनेन समानकर्तृकर्तृतव्यपारद्वयम् इति यदा उच्यते ओ अत्रापि समानकर्तृकौ व्यापारौ प्रत्यासक्तिन्यायेन यदि चिन्तये अव्यवहितलभ्यते ओके ओके अत्र सामान्यकर्तृकव्यापारद्वयमस्ति भूत्वा तदनन्तरं गच्छति द्वौ व्यापारे अस्ति तदेव सामान्यकर्तृकौ व्यापारौ इति अर्थः प्रत्यासक्ति न्यायेन अत्र विवरणं दत्तं प्रत्यासक्तिव्या न्यायः नाम प्रत्यासन्ने बुद्धिर् अन्तरङ्गः भवति इत्युक्ते समीपवर्तिने पदार्थे बुद्धिझटिति प्रवर्तते सामान्यतया वयं भुक्त्वा गच्छति चेत् अव्यवहित काले तत् द्वितीया कर्म क्रियते इति मनसि भवति धातुव्यापारस्य आश्रयः कर्ता इत्यनेन यदा कोऽपि पतति धातु अन्यदस्ति धातुव्यापार आश्रयः अत्र उदाहरणमस्ति पच् धातु पचति अत्र पचनक्रिया भवति ततः यदा यदा पाकं कुर्वन् अस्ति तदानीं तस्मिन् कर्तरि गं धात्वार्थे व्यापार आश्रयतः नास्ति नावगतं एक्स्प्लेन् यदा वयं पचति इति धातुः वदामः तस्य पच् धातोः व्यापार आश्रयत्वं कुत्र इत्युक्ते कर्ता कर्तरि एव सः कः इत्येव वयं चिन्तयामः सः वा सा वा किमपि तद् धातोः व्यापार आश्रयकर्ता कः इत्येव वयं चिन्तयामः न तु गम् धातोः अस्माकं विवक्षा इदानीं किं पच् धातुः एव यः पाकं करोति सः एव पचति इति खलु तस्य एव कर्ता विषये अस्माकं चिन्तनं भवति न तु गम् धातोः व्यापाराश्रयत्वविषये समीपवर्तिनी इत्यस्य उदाहरणं ददाति समीपवर्तिनी इदानीं पच् धातोः विषये यदा वयम् अस्माकं चिन्तनम् अस्ति तद् तस्य समीपवर्तिनी यदस्ति तदेव वयं चिन्तयामः न तु गम् धातोः अन्यदातु गम् इत्युक्ते अन्यधातोः विषये इति धन्यवादः प्रत्यासन्नौ इत्युक्ते अव्यवहितौ उदाहरणार्थम् अद्य विरामः अत्र इत्युक्तं तर्हि तत्त्वा छात्राः पुस्तकानि स्यूते संस्थाप्य उत्थाय गन्तुम् उद्युक्ताः जातः अथवा कथं तद् भवति चेत् अद्य विरामः इत्युक्ते अत्र संस्थापाय संस्थायाः एव विरामः अत्रत्यः संस्थायाः इत्युक्ते यदा तत्र विद्यालये कोऽपि अस्ति वर्गे तत्र विरामः इति वदामः चेत् तत्र तस्मिन् विद्यालये विरामः इत्येव अस्माकं मनसि आगच्छति. किं कुर्मः झटिति वयं किं कुर्मः इत्युक्ते स्यूते सर्वं संस्थाप्य तस्मात् निर्गच्छामः. अनन्तरमेव तत्र अस्माकं विद्यालये एव विरामः वा अग्रिमविद्यालये अपि विरामः वा तत्र देशे अपि विरामः वा इति चिन्तनं भवति. विरामः इति शृणुमः चेत् तत्र झटिति किं कुर्मः इत्युक्ते तस्मात् स्थानात् वयं गच्छामः. अत्रत्यः संस्थायाः अत्र यत् संस्था अस्ति तस्य एव विरामः इति मनसि अस्माकं मनसि तद् किं वदामः शब्दे शक्तिः इति अस्ति खलु, शब्दे शक्तिः अस्ति इति तद् यदा शृणुमः मनसि किं प्रथमचिन्तनं यद् आगच्छति तस्य विषये वदति. अत्रत्य संस्थाः विरामः इति पुस्तकं संस्थाप्य तद् तदेव प्रथमं मोबैल् फोन् पूर्वम् इति चिन्तयतु. इदानीं मोबैल् अस्ति सर्वे, भवतः अपि इदानीं विरामः वा, तत् सर्वं तादृशं नास्ति. सामान्यतया विरामः इत्युक्ते स्थूते स्थाप्य गमनम्, अनन्तरमेव अन्यत् सर्वं खलु तादृश. धन्यवादः भगिनि. समीचीनं, धन्यवादः. उषा भगिनी, इतोपि एकपरिच्छेदः पठित्वा समापयामः. ओ, विरुद्धन्यायः. किन्तु अस्य न्यायस्य विरुद्धन्यायः श्रूयते खलु भगिनि? आम् आम्, पठतु भगिनि, श्रूयते. किं जातं भगिनि, श्रूयते वा? न न आं श्रूयते भगिनि, श्रूयते. तस्य लास्ट् थिङ्ग्. किन्तु ओके, किन्तु अस्य न्यायस्य, किन्तु अस्य न्यायस्य विरुद्धन्यायः अपि अस्ति. व्याप्तिन्यायः, व्याप्तिन्यायः इति, सो दट् इस् प्रसन्न न प्रत्यासक्तिन्याय. ओके, प्रत्यासक्तिन्याय व्याप्तिन्यायः इति. अनेन बुद्धिः सर्वत्र व्यापिका भवति. अनेन अद्य विरामः इत्युक्तं चेदपि कस्य विरामः इति प्रश्नः उदेति. वित्तकोशस्य विरामः वा अथवा देहल्यां सर्वकारविरामः वा अथवा अपरस्मिन् देशे यन्त्रागारे विरामः वा, एवं रीत्या कश्चित् पृच्छन् अस्ति इत्युक्ते तस्य बुद्धिः कथं चिन्तयन्ती अस्ति? अत्र वयं विद्यमानाः सत्यं, किन्तु अत्रैव विरामः इति किमर्थम्? सर्वदा तत्रैव वदेत् इति किम्? अन्यविषयकविरामम् इदानीं किमर्थं न वदेत्? अन्यविषयकतया अपि विरामं वदामः कदाचित्, किन्तु सः विरामः अन्यसंस्थाविषयकः वा अथवा अत्र संस्थाविषयकः वा इति संशयं प्राप्य सः पृच्छति, कस्य विरामः? देहल्यां विरामः वा, यन्त्रागारस्य विरामः वा, कस्यचित् विद्यालयस्य विरामः वा इत्येवं तदा पृच्छन् अस्ति. इत्युक्ते तस्य बुद्धिः व्यापकतया कार्यं करोति. प्रथम उदाहरणं बालकानां कृते, ते यदा वयम् अद्य विरामः इति वदामः, झटिति स्यूते पुस्तकं संस्थाप्य गच्छन्ति, तावदेव तेषां चिन्तनम् अधिकं किमपि नास्ति. द्वितीय उदाहरणम् अस्माकं कृते, ये बालः नास्ति, ज्येष्ठानां कृते, तदा एव अस्य कस्य विरामः, किमर्थं विरामः, अस्माकमेव वा इति सर्वं चिन्तनं मनसि आगच्छति. व्यापकचिन्तनं तदेव. आं भगिनि, वदतु. I'll try bhagini, but yeah, यथा भगिनी उक्तवती, अहं न तादृशं वक्तुं शक्नोमि. आमां, प्रत्यासतिन्यायः इत्युक्ते लैक् बालानां चिन्तनम् अद्य विरामः इत्युक्ते सः सन्तोषेण इत्युक्ते पुस्तकं स्थाप्य सः गच्छति तावदेव परन्तु अस्माकं व्याप्तिन्यायः महोदय वदतु महोदय तस्य बुद्धिः तत्र शालायाः एव भवति झटिति आम् आम् परन्तु व्याप्तिन्यायः इति कृते बुद्धिः सर्वत्र व्यापिका भवति अस्माकं कृते एव विरामः वा अथवा अपरस्मिन् देशे अपि अस्ति वा यन्त्र अपरस्मिन् यन्त्रागारे अपि विरामः वा इति एवं रीत्या कश्चन चिन्तनः अस्ति चेत् तदा वयं वक्तुं शक्नुमः व्याप्तिन्यायः इति सो अन्यन् सो देर् आर् बोत् समानकर्तृकयो पूर्वकाले इत्युक्ते सो दट्स् वेर् वि स्टार्टेड् समानकर्तृकयो समानकर्ता आम् भुक्त्वा स्नात्वा स्नात्वा भुक्त्वा पीत्वा ओके एवं च समानकर्तृकयो समानकर्तृकयोः पूर्वकाले इत्यत्र समानः कर्ता ययोः तौ समानकर्तृकौ इत्यत्र प्रत्यासक्तिः लभ्यते द्विवचनात् सो प्रत्यासक्तिन्याय ओके सो तौ समानकर्तृकौ इति तौ इति टु एक्शन्स् द्वयोः व्यापारद्वयं समानकर्तृकौ व्यापारद्वयस्य यः व्यापारद्वयस्य यः कः इत्यत्र प्रत्यासक्तिः लभ्यते द्विवचनात् ओके यदि प्रत्यासक्तिः उच्यते तर्हि अव्यवधानं विवक्षितम् इति अर्थः आयाति सो तथा एव नियर् इति अव्यवधानम् ओके नो गैप सो अव्यवधानं विवक्षितम् इति अर्थः आयाति यदि प्रत्यासक्तिः न विवक्षिता इति उच्यते तदानीं व्याप्तिन्यायेन मध्ये व्यवधानम् अस्ति चेदपि व्यवधानम् अविवक्षित्वा पूर्वकालमात्रम् अस्ति इति कृत्वा व्यवहारः ओके सः अपि पक्षः सोपि पक्षः अपि अस्ति अत्र समानकर्तृकयोः इति द्विवचननिर्देशात् तौ व्यापारौ अव्यवहितौ प्रत्यासक्तिन्यायेन बहुशः उच्यते अत्र समानकर्तृकयोः इति द्विवचननिर्देशात् तौ व्यापारौ अव्यवहितौ प्रत्यासक्तिन्यायेन बहुशः उच्यते सो भगिनी ऐ थाट् द फैनल् दे आर् गोयिङ्ग् टु से द व्याप्तिन्याय बट् परन्तु प्रत्यासक्तिन्यायेन अव्यवहितौ इति अस्ति इत्यनेन वाट् वास् दट् स्नात्वा भुक्त्वा पीत्वा इति अव्यवहितम् इति स्वीक्रियते वा तादृशं स्वीक्रियते इति कारणेन तत्र प्रत्यासक्तिन्यायः इति प्रत्यासक्तिन्यायेन तादृशं स्वीक्रियते बहुशः इति बहु व्यापारः बहुशः उच्यते यदि तत्र व्यवधानं मध्ये अस्ति चेत् तत्र व्याप्तिन्यायः भवति परन्तु तादृशम् अत्र नास्ति यदि प्रत्यासक्ति न विवक्षिता इति उच्यते तदानीं व्याप्तिन्यायेन मध्ये व्यवधानम् अस्ति चेदपि व्यवधानम् अविवक्षित्वा पूर्वकालमात्रम् अस्ति इति कृत्वा व्यवहारः तादृशं यदा व्याप्ति व्यवधानम् अस्ति चेत् व्याप्तिन्यायेन तत्र वयं किं कुर्मः कीदृशं स्वीकुर्मः इत्युक्ते पूर्वकालमात्रम् अस्ति इति कृत्वा तत्र व्यवहारः कुर्मः तावदेव तादृश एकः पक्षः परन्तु प्रत्यासक्तिन्यायः एव समानकर्तृकयोः पूर्वकाले इत्यत्र स्वीकृतम् इदानीं लुट् विषये न आगतम् एतत् अग्रे अस्ति इति आम् तत् पठतु आहत्य अनद्यतन इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा ओके अनद्यतन इति श्वस्त श्वस्तन्याः अपि च ह्यस्तन्याः ओके विद्युद्यविसाद ओके परञ्च लोके तद् विहायो अपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् अनेन च लङ्घी मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति यत्र ह्योभावः वर्तते यत्र ह्यः एव पठितवान् इति अनुभूयते एवमेव लुटि भविष्यत्कालः अपि अस्तु भगिनि अनद्यतन इति यश्वस्तन्याः अपि च ह्यस्तनः इदानीम् अस्माकं प्रयोगः नागेशमतानुसारेण एव वयं कुर्वन्तः स्मः तत्र ह्यस्तन वा भवतु श्वस्तन वा भवतु वयं केवलं लङ् लृट्लकारस्य प्रयोगः एव कुर्वन्तः स्म परन्तु तस्यापि प्रयोगं करणीयमेव मासः अतीतः ह्यः एव आगतवान् इति वेरि कामन् आम् आम् आम् सत्यं सत्यं भगिनि अस्तु भगिनि समापयामः धन्यवादः नमस्कारः भगिनि धन्यवादः धन्यवादः धन्यवादः